नमस्कारः लुट्लकारः इति करपत्रम् अनुवर्तते सरलवर्णः. अस्तु, लुट्लकार वयं यत् गतसप्ताहे कृतवन्तः यत् लुट् प्रथमस्य दारौ रस् इति सूत्रेण यदि दा इति तिप् स्थाने आगच्छति इति अनेकाल् अस्ति, अनेकाल् षित् सर्वस्य इति प्राचीनां मतमपि यदि आधुनिक नवीनव्याकरणं मतेन किम् अस्ति, यथा प्राचीनां मतम् अस्ति इति संज्ञत्वम् अनुबन्धत्वम् इत्युक्ते यदि प्रत्ययस्य आदौ यद् आदेश अवस्थायाम् अनेकाल् अस्ति तत्र इति गणनां कर्तव्यं. यदि स्थाने भवति यदि तत्र तदा अनुबन्धलोपानन्तरम् एक एव वर्ण तिष्ठति तत्र डा इति आ भवति अत्र तत्र कथम् अनेकाश्चित् वयं वदामः तो तस्य एकं मतम् अस्ति प्रत्ययस्य आदौ स्थानी यद् स्थानी भवति तस्य आदौ अनेकाल् भवेत् तत्र आदेश अनेकाल् अवस्थायाम् अस्ति. द्वितीय अस्ति संज्ञा योग्यत्वम् अनुबन्धत्वम् इति तदस्ति यदि प्रश्लेषणं कुर्मः तत्र अनेकाल् इति सिद्ध्यति तत् प्रश्लेषं कृत्वा अतः तस्य अनेकाल् सिद्ध्यति तस्य कारणे तत्र आगच्छति स्थानी आगच्छति. इदानीं द्वितीय मतं तस्य समाधानं कथम् आगच्छति महोदयेन किञ्चित् अधिक स्थापितवान् अत्र वयं पठामः प्रक्रिया एतादृशी तत्र आरभ्य वयं पठामः एवमेव यदि चुट्टु इति अस्ति प्रश्न तत् परिच्छेदं त्यक्त्वा तस्य नागेशभट्टस्य संयोग्य त्वेन अनुबन्धत्वम् इति त्यक्त्वा तत्र अनन्तरं अन्यत् स्थलमस्ति इति आरभ्य वयं पुनः पठितवन्तः वर्गे. अन्यत् स्थलमस्ति यत्र इति तत् आरभ्य वदामि भगिनि. अन्यत् प्रधानस्थानं न अन्यत् स्थलमस्ति यत्र इत्यन्यावत्वम् अनुबन्धत्वं कार्यं न करोति अन्यत् स्थलमस्ति यत्र इत्संज्ञत्वम् अनुबन्धत्वं कार्यं न करोति. निर्दर्शनात् पूर्वम् एकः सिद्धान्तः उपस्थापनीयः. प्रश्नः अस्ति यत् किञ्चन शब्दस्वरूपं कदा प्रत्ययः भवति प्रत्ययाय इति प्रत्ययः एकं शब्दं स्वरूपं तदा प्रत्ययः उच्यते तदा तच्च शब्दस्वरूपं प्रत्ययस्य कार्यं करोति. कर्तुकर्मकरणादिरूपम् अर्थं बोधयति. प्रत्ययाय इति प्रत्ययः अतः धातोः या प्रातिपदिकात् इति अधिकारे भवेत् ततः प्रत्ययः विधीयते चेत् एव प्रत्ययत्वेन अभिमतः. धातोः परत्वेन यावत् पर्यन्तं न भवति नाम सूत्र अवस्थायाम् उपदेश अवस्थायां यावत् तिष्ठति तावत् पर्यन्तं सः प्रत्ययः नास्ति. अस्ति किं शब्दस्वरूपम्? अवच् राष्ट्रपतेः शपथयः न स्वीक्रियते, तावत् सः राष्ट्रपतिः नास्ति। तस्मात् प्राक् सः केवलं मनुष्यसैनिकः। एवमेव यावत् स प्रत्ययः प्रत्ययस्य कार्यं न करोति, तावत् सः किञ्चन शब्दस्वरूपमात्रम्। यदा सुभदायाः विधानात् पूर्वं प्रत्ययः सन्ति, अतः प्रत्ययः यति प्रत्यय आनयति भगिनि, प्रत्ययायति इति प्रत्ययः। ओके, प्रयत्नं करोमि भगिनि। अन्यत् पदमस्ति यत्र विसंज्ञत्वम् अनुबन्धत्वं कार्यं करोति। ओके, प्रश्नः अस्ति शब्दस्वरूपं कथं, प्रश्नः अस्ति यत् शब्दस्वरूपं कदा प्रत्ययः भवति इति। सामान्यतया एकं शब्दस्वरूपं प्रत्ययः उच्यते इति अर्थमस्ति यत् शब्दस्वरूपं प्रत्ययस्य कार्यं करोति, तदेव प्रत्ययः भवति। कर्तुकर्मकारणादिरूपम् अर्थं बोधयति, तदेव प्रत्ययः भवति। अतः धातोः उदाहरणमस्ति, धातोः या प्रातिपदिक इति अधिकारे भवेत्, ततः प्रत्ययविदीयते चेत् एव प्रत्ययत्वेन अभिमतः। आदेशः आगच्छति इति उक्तमः न कार्यं करोति, प्रत्ययस्थाने प्रत्ययकार्यं करोति एव शब्दः प्रत्ययः इति अर्थमस्ति। तदेव डा प्रत्यय स्थाने आगच्छति, डात्र प्रत्यय नास्ति, आदेशानन्तरं प्रक्रियासमये डा इति प्रत्यय भूत्वा चित्सङ्ग् डकार चुटु इति सूत्रेण अपगच्छति, तदनन्तरम् आ एव अवशिष्यति। एकं वर्णः अस्ति, ततः अत्र अन्य अन्त अलोन्तस्य सूत्रेण अन्त अल्वर्णस्थाने आगच्छ। तदेव भगिनि, अत्र किम् अस्ति इत्युक्ते, अत्र किम् अस्ति इत्युक्ते, यत्र प्रत्यये इति संज्ञा कथं कदा भवति इति, प्रत्ययस्य संज्ञा कथं भवति, यत्र प्रत्ययस्य कार्यं करोति तथा एव प्रत्ययसंज्ञा भवति इति एव अस्ति। तावत्पर्यन्तं केवलं शब्दरूपम् अस्ति इति उक्तवन्तः। यदि यत्र धातोः इति अधिकारे, तत्र धातूनां परे एव प्रत्ययानां विधानं भवति खलु, यदि धातूनाम् अधिकारे भवति, धातोः इति अधिकारे भवति, तदनन्तरं ज्ञाप् प्रातिपदिकात् इति सूत्रेण प्रातिपदिकात् पुनः प्रत्ययः विधीयते सुबन्तानां कृते, तर्हि तादृश तेषु अधिकारेषु भवति चेत् अनन्तरं तयोः अधिकारयोः भवति, अनन्तरं प्रत्ययत्वेन यत्र साक्षात् संज्ञा भवति तावत्पर्यन्तं केवलं शब्दरूपम् इति बोधयति, तावदेव। अत्र तु यथा राष्ट्रपतिः शपथं स्वीकरोति तथा एव सः राष्ट्रपतिः भवति, नो चेत् सः तु केवलं सामान्यमनुष्यः इति तादृशः। आं भगिनि, तथैव अस्ति प्रत्यय कदा वा प्रत्यय इति प्रत्यायति इति, तस्य वृत्तिः अस्ति प्रत्ययस्य, प्रत्यायति इति प्रत्ययः, तस्य वृत्तिः कथम् अस्ति? यथा भवती उक्तवती शब्दस्वरूपम् अस्ति, तत् शब्दस्वरूपं तस्य प्रत्ययसंज्ञा तदा भवति यदि धातोः परे वा प्रतिपादकात् परे विधीयते, तदा एव प्रत्ययसंज्ञा आगच्छति, न तु तस्य आदौ। इति एतस्मिन् परिच्छेदे उक्तवान्, यथा राष्ट्रपति शपथ आदौ सामान्य पुरुषः अस्ति, शपथानन्तरं सः राष्ट्रपतिः भवति इति प्रत्यय यदि विधीयते स्थाने भव पर आगच्छति तदा तस्य संज्ञा प्रत्ययः भवति, तस्य आदौ न इति कथम् आगच्छति कारणं कि लिट् लकारे मध्यमपुरुषे यदि अ अस्ति साधु तत्र संज्ञावत्वम् अनुबन्धत्वम् इति न सङ्गच्छते, अतः तस्य साधनान्तरम् इति परिचय उक्तमस्ति. तद् एकवारं वदतु सरला भगिनि एकवारं. यत् प्रत्यय वयं साधारणतया वयं वदामि तिङ् प्रत्ययः वा सुबन्धप्रत्ययः, ते केवलं शब्दस्वरूप अस्ति, ते प्रत्यय तदा भवन्ति यदि प्रातिपदिकात् परे आगच्छति, सु यद् रामयोगसु, यदि रामयोगसु भवति तदैव तथा तदा तस्य प्रत्ययसंज्ञा भवति, तदा राम यदि तस्य आदौ नास्ति प्रातिपदिकं न योजयामः प्रत्ययसंज्ञा नास्ति, एव केवलं शब्दस्वरूप अस्ति तस्य. तथैव धातु यदि वयं धातु पाठं गणना कुर्मः तद् अग्रे आगच्छति धातु, धातु केवल धातु शब्दस्वरूप अस्ति, तद् यदा तस्य अनन्तरं प्रत्ययः आगच्छति तदा धातु संज्ञा भवति वा प्रत्ययः यदि यत् शब्दस्वरूपं धातोः अनन्तरम् आगच्छति, यदा यदि ति धातोः अनन्तरम् आगच्छति तदायि तस्य तिप् इति तस्य प्रत्ययसंज्ञा भवति, तस्य पूर्वं तिप् तस्य प्रत्ययसंज्ञा नास्ति, केवलं शब्दस्वरूपम् अस्ति, अतः इति प्रत्ययति इति प्रत्ययः इति वदामः, यथा राम वयं वदामः रमते इति राम प्रत्ययति इति प्रत्ययः इति वृत्ति वयं वदामः. अत्र तु शब्दः अस्ति परन्तु दाया कोऽपि धातु उपयुक्त्वा एव तद् प्रत्ययः भवति, तदेव एक सूचयते. अस्तु अस्तु भगिनि, एवमेव न एवमेव यावत् धातोः एवमेव यावत् धातोः परतः प्रत्ययः न भवति तावत् सः धातुः अपि नास्ति, इदेव इदानीमेव तद्वत् उक्तम्. क्रियावाचकः धातुः, क्रियावाचकः धातुः क्रियां कदा बोधयति सः इति चेत् स्ववाच्य अर्थाश्रयः अग्रे अस्ति यदा अस्ति यदा तदा इति चेत् स्ववाच्य अर्थ आश्रयः अग्रे अस्ति यदा तदा एव क्रियावाचकः क्रियां बोधयति. क्रियायाः आश्रयबोधकः कश्चन शब्दः परत्र अस्ति चेत् तदानीं स च धातुः एकनिमिषः क्रियायाः आश्रयबोधकः कश्चन शब्दः परत्र अस्ति चेत् तदानीं स च धातुः स च धातु तत्र सेमिकोलन् किं वदति तदानीं सः क्रियां बोधयति, तद् सेमिकोलन् कथमस्ति तत्र भगिनि? क्रियायाः खलु क्रियायाः इति विसर्गः अस्ति केवलं चिन्ता नास्ति, तत्र केवलं विषयद्वयं प्रतिपादितवान् तावत्. तत् सेमिकोलन् काम अस्ति चेत् वाक्यानि सन्ति किन्तु रिलेटेड् अस्ति इति कृत्वा अस्तु. क्रियायाः आश्रयबोधकः कश्चन शब्दः परत्र अस्ति चेत् तदानीं स च दातुः तदानीं सः क्रियां बोधयति. तत् स च दातुः तदानीमेव क्रियां बोधयति. अस्तु अस्तु. आश्रयबोधक प्रत्ययं विना अयं क्रियां कथं बोधयति? आश्रयं विना क्रियास्वरूपतः न भवति. आश्रयं विना क्रियास्वरूपतः न भवति. क्रियायाः आश्रयाकाङ्क्षा भवति. वयम् उपदेशावस्थायां भूधातुः गम् धातुः इति वदामः, किन्तु वस्तुतः गम् योगः लट् इति स्थितौ. एतावता गम् धातुः तु नास्ति, यतोहि एतावता क्रियां न बोधयति. यः तां क्रियां करोति स च आश्रयः अपेक्षते. आश्रयः इत्युक्ते आश्रयबोधकप्रत्ययः अपेक्षते, यथा तिप्रत्ययः कर्तृबोधकः. अतः गणपाते ये धातवः सन्ति ते धातवः न सन्ति. अतः गणपाते ये धातवः सन्ति ते धातवः न सन्ति. विल् डिस्कस् दट् अगेन्. वयं व्यवहरामः तथा धातुः इव भावि धातुत्वं मत्वा. एकनिमिषः. वयं व्यवहरामः तथा धातुः इव भाविधातुत्वं मत्वा. इतः परं प्रत्ययः यदा आगमिष्यति तदा आरभ्य सः अपि प्रत्ययः, अयम् अपि धातुः. तस्य द्वे वाक्यानि न सम्यक् अवगतम्. एवमेव तत्तु एतद् इदानीम् एतद् विषयम् उक्तं. क्रियावाचक क्रियां कदा बोधयति इति वदनेन स्ववाच्य अर्थ आश्रय अग्रे अस्ति, तदा एव क्रियावाचकशब्दः क्रियां बोधयति. क्रियायाः आश्रयबोधकः कश्चन शब्दः परत्र अस्ति चेत् तदानीं आश्रयबोधकः कश्चन शब्दः, तत्तु कश्चन शब्दः तु प्रत्ययः न तदेव अस्ति. प्रत्ययः नास्ति, केवलं शब्दरूपम् अस्ति. धातोः परे तत्र तत्र अर्थं बोधयितुं यदा आगच्छति, तस्य कार्यं कर्तुम् आगच्छति, तदा एव प्रत्ययः प्रत्ययः तदा एव. धातुः नास्ति, केवलं शब्दरूपम् अस्ति. यदा धातवः प्रत्ययात् प्राक् आयान्ति, तत्र क्रियायाः अर्थं बोधयितुं, नो चेत् कर्तृपदस्य वा कर्मपदस्य वा तत्र अर्थं बोधयितुम् आयान्ति, तदा एव तेषां संज्ञा भूत्वा तत्र तत्र धातुः नो चेत् प्रत्ययः इति विधीयते. नो चेत् अन्यानि एव सन्ति धातुः प्रत्यय धातुः प्रत्ययः मिलित्वा यदा आगच्छतः तदा एव तत्र धातुः धातुः भवति, प्रत्ययः प्रत्ययः भवति. नो चेत् केवलं शब्दमपि बोधयति, क्रियां तदा एव यदा क्रियां बोधयति तदा एव उभयोः अपि कार्यं सम्भवति, तदा एव तेषां संज्ञा अपि भवति. नो चेत् केवलं शब्दरूपः एव सन्ति. धातु आवल्यं धातुः भूधातुः इति पठामः, ते तु केवलं शब्दरूपाः सन्ति. क्षम्यतां भगिनि, एकनिमिषं विना क्रिया स्वरूपतः न भवति, क्रियायाः आश्रयकाङ्क्षा भवति. अस्तु, अत्र भूधातुः आश्रयः इति वदामः चेत् किं किं भवति तत्र धातुः प्रत्ययः उभयम् उभयोः अपि तत्र अपेक्षा मिलित्वा मिलित्वा एव क्रियावाचकं क्रियां बोधयितुं शक्नुवन्ति इति कृत्वा तेषां तेषां संज्ञा तदा तदा भवति. धातुः आगच्छति, प्रत्ययः आयाति, तदनन्तरं उभयोः मेलनेन एव यदा परे आगच्छतः तदा एव तेषां स्वस्वसंज्ञा भवति. महोदय वर्गे उक्तवान् गम् धातु यदि एकमेव तिष्ठति तत्र कोऽपि अर्थः न भवति. यदि गम् योग तिप् यदा अत्र दत्तम् अस्ति गम् योग लट् लकार विवक्षायां यदि तिङ् ति योजयामः गच्छति भवति तत्र ति इति किम् आश्रय अस्ति कस्य कर्ता इति सूचयति ति गच्छति आश्रयभूतकः भवति क्रियायाः आश्रयभूतकः इति प्रत्यय यथा भगिनी इदानीम् उक्तवती यदि गम् परे धातोः परे शब्दस्वरूप प्रत्ययः आगच्छति या प्रत्ययः आदौ शब्दस्वरूप धातुः आगच्छति तद् मिलित्वा तेषां धातुः या प्रत्ययसंज्ञा भवति. एकमेव यदि स्वच्छ अलोन् दे केनाट् बि धातु प्रत्यय मिलित्वा वदति गम् गम् इति वदति चेत् किमपि वयम् अवगन्तुं न शक्नुमः खलु तत्र किम् अस्ति. किन्तु गच्छति इति वदन्ति तदा एव तस्य अवबोधः जायते गमनक्रिया इति केवलं गम् इति सूचयति गमनक्रियाति रामः गच्छति सा गच्छति इति तो ती यदि अस्ति कर्ता बोधति कर्ता आश्रय अस्ति तस्य साधु इति आश्रयबोधक कश्चन शब्दः भवेत् सो आश्रयबोधकशब्दः अस्ति ती तत्र धातोः योग ती आश्रयबोधकशब्दः तत् भवेत् इति अस्ति तत् तत् क्रियाबोधय तस्य भवति क्रियाबोधकम् अस्तु तदेव आश्रयः इत्युक्ते आश्रयबोधकप्रत्ययः अपेक्षते यथा यथा प्रत्ययः कर्तृबोधकः सामान्यतया यथा गम् भू धातो अस्ति तेषां वयं वयं धातु आवली अस्ति यदा वयं वदामः वेद् धातवः किं सन्ति तदा धातुः न अस्ति तेषां धातुत्वं तेषां भावि भविष्य यदि शब्देन प्रत्ययेन योजित्वा तदा तस्य धातुत्वम् आगच्छति. पूर्वं यद् वयं धातु आवली वदामः तत्र तदा तेषां भावित्वम् अस्ति मीन्स् इन् फ्यूचर् दे विल् डेवलप् धातु इति अस्ति. अस्तु एक किम् तस्मिन् जीव अपेक्षा धातुत्वं तस्मिन् अपेक्षते यदा प्रत्यय प्रत्ययेन योजयामः गम् धातु तस्मिन् गम् धातोः भावित्वम् अस्ति तस्य व्यवहारः यदि भवति भाव मत्वा मत्वा मीन्स् हेविङ्ग् अण्डर्स्टुड् दट् दे विल् बी धातुत्वम् इन् देट् एण्ड् देट् विल् वेन् बी अटाच् सर्वे अपि सन्ति वाक्ये ते सर्वे अपि आश्रयः शब्दस्वरूप प्रत्यय धातु योगे प्रत्यय तदा एव प्रत्यय शब्दस्वरूप प्रत्यय धातोः विहाय न भवति अपि साधु यदा पूर्वं अतः गणपाठे ये दातवः सन्ति ते दातवः न सन्ति इति वदति तद् वयं पठिष्यामः न ते गच्छति गच्छतः गच्छन्ति ते सर्वे आश्रयत्वेन एव गच्छति क्रियाबोधकमागच्छति, नास्ति चेत् न आगच्छति, अर्थमागच्छति अपि क्रियाबोधक भवति. तस्य आदौ तस्मिन् भावित्वं भावी धातुत्वम् अस्ति इति. लैक् दे आर् पोटेन्शियल् आफ् डेवलपिङ्ग् धातु इस् लैक् देट् यु हेव् अस्ति पोटेन्शियल् भावित्वम् अथवा इति भाविधातुत्वम् इतः परं प्रत्ययः यदा आगमिष्यति तदा आरभ्य सः अपि प्रत्ययः अयम् अपि धातुः. अस्तु अस्तु अस्तु अग्रे कोऽपि अन्य कोऽपि पठति मणिमहोदय पठति भगिनि. अन्यत् प्रधानस्थानं यत्र इत्समेकयोग्यत्वम् अनुबन्धत्वं नापि तु इत्समिकावत्वम् अनुबन्धत्वं प्रयुज्यते चेत् समस्या जायते. धा धातोः च धा धातोः च एकः न नामकः कृतः प्रत्ययः उदीयते. नित्यविधानम् इदं सर्वेभ्यः आकारान्तेभ्यः धातुभ्यः तदा तदादिधाद्योर्विभाषा इत्यनेन न प्रत्ययस्य विकल्पेन बाधकः सप्रत्ययः अस्ति. अनुवृत्तिसहितसूत्रम् अनुपसतात् ददादिधातोः सह कृतः कृत् प्रत्ययः परस्य विभाषा. अनेन सप्रत्ययस्य पक्षे ददः दादा इति अर्थे ददः दादा इति अर्थे न प्रत्ययस्य पक्षे दाय दानार्थे दायः दायः दायः दायकः दायक इति अर्थे चेत् रूपाणि निष्पद्यन्ते. अस्मिन् प्रसङ्गे सूत्रस्य विभाषा इति शब्दस्य दलसार्थक्यं चिन्तनीयम्. एकं परिभाषासूत्रमस्ति वासरूपो स्त्रियाम्. अनेन कृत् अधिकारः अधिकारे उत्सर्ग उत्सर्गापदासम्बन्धं ज्ञापयति. सूत्रमस्ति वा अस्वरूपः आश्रियाम्. अर्थः अस्ति यत् औत्सर्गप्रत्ययं प्रभात्य यः अपवादस्वरूपभूतप्रत्ययः विधीयते सः च अपवादभूतप्रत्ययः. औत्सर्गीयप्रत्यया समानरूपः चेत् नित्यं बाधकः, असमानरूपः चेत् विकल्पेन बाधते. अपि प्रत्ययः श्रीलिङ्गवाचकः चेत् अयं नियमः न भवति. प्रयत्नं करोमि. अन्यत् प्रधानं पूर्वं इत्समिकावत्वम् अनुवत्वं न करोति इति पूर्वं दत्तं, तदेव अत्र हियर् दत्तम् इत्समिका योग्यत्वम् अनुवत्वम् अपि न भवति इति. दादातोः च दादातोः च प्रत्ययः सूत्रमस्ति स्याद्व्यादिशा सूत्रो उदीन वसा व्रीलि शिशिलि सच व स स च इति सूत्रेण न प्रत्ययः भवति. नित्यविधानम् इति सर्वेभ्यः आकारादातुभ्यः चेत् नित्यविधानं न प्रत्ययः एव आदेशः. परन्तु तदाद्योर्विभाषा इत्यनेन न प्रत्ययस्य विकल्पेन बाधकः सः प्रत्ययः. न प्रत्यय विकल्पेन बाधकं कृत्वा सः प्रत्ययः अस्ति. यदा कदा भवति इत्युक्ते उपसर्गं विना दादातुः दादातुः चेत् तत्र न प्रत्ययस्य स्थाने सप्रत्ययः आदेशः विकल्पेन इति. कुत्र विकल्पेन कुत्र कु विकल्पेण नास्ति, समान सर्वदा भवति इति तत्र दत्तं. सप्रत्ययः भवेत् तस्य अर्थः तदः ददः इति. न प्रत्ययपक्षे भवति चेत् अत्र दायः दायः इति चेत् रूपाणि भवन्ति. अस्मिन् प्रसङ्गे सूत्रस्य विभाषा इति शब्दस्य दलसार्थं चिन्तनीयम्. एकं परिभाषामस्ति असरूपश्रीलि आश्रीयां स्त्रियाम्. अनेन कृत् अधिकारे उपसर्ग पदात् सम्बन्धं ज्ञापयति. सूत्रम् अस्ति वा असरूपः आश्रियाम् अर्थः अस्ति. द वा असरूपश्रियां सूत्रस्य अर्थम् अत्र दत्तं. वा असरूपः आश्रियां स्त्रियाम् असरूपः वा विकल्पेन भवति वा नास्ति वा अत्र दिस्सूत्रं कार्यं न करोति. श्रीलिङ्गे औत्सर्गप्रत्ययं प्रपात्य यः अपवादभूत विधीयते सः अपवादभूतप्रत्ययः औत्सर्गप्रत्ययसमानरूपः चेत् नित्यं बाधः, असमानरूपे चेत् विकल्पेन. यदा उदाहरणम् अत्र दत्तं, दा धातुः भवति अत्र आकारः, अनन्तरं दा अत्र अपि इत्समिका न भवति चेत् दा एव अत्र न प्रत्ययः स्वरूपः विकल्पेन बाधति. समानरूपमस्ति चेत् न न स इति युक्ते अत्र किमपि न बाधकमस्ति न दा दा इति चेत् अत्र किमपि समा भिन्नम् अस्ति, अतः विकल्पेन स न प्रत्ययः लोपयति, स प्रत्यय एव भवति इति. परन्तु अनुबन्धस्य अनन्तरम् आयोजिष्यति, अतः तत्र नित्यं न प्रत्ययस्य स्थाने स प्रत्ययः आदेशः इति. परन्तु श्रीलिङ्गे तत्र न भवति इति. किमपि वक्तव्यं महोदय? यथा महोदय वर्गे उक्तवान् अस्मिन् परिच्छेदे वार्ताद्वयम् अस्ति. एकम् अस्ति प्रत्ययविधानम् आकारान्तधातु प्रति, ओके, तत् आकारान्तधातु प्रति र प्रत्यय यद्विधानं भवति दीर्घसूत्रेण सामान्यतया उत्सर्ग सूत्रम् अस्ति, तत्र न प्रत्ययस्य विधानं भवति. द्वितीयम् अस्ति ददाति दधाति यत् अस्ति तत्र विकल्पेन श प्रत्ययस्य विधानम् अस्तु. सूत्रं द्वयम् एकसूत्रेण र प्रत्ययस्य विधानं, द्वितीयसूत्रेण श प्रत्ययस्य विधानं, तत् आगच्छति अपवादत्वेन उपसर्ग उपसर्गसूत्रस्य, ओके, न प्रत्ययस्य विकल्पेन तत्र अपवादरूपेण आगच्छति श प्रत्यय. अस्तु, यथा यदि न प्रत्ययस्य विधानं भवति तद् यत् अस्ति द धातुः तस्य अर्थं भवति दय इति आगच्छति, दय वा धय दाय न प्रत्ययस्य पक्षे दाय दानार्थे धाय धायक इति अर्थे अस्ति न प्रत्यय इति अस्ति औत्सर्गरूपेण. किन्तु ददाति ददाति इत्योः विभाषा अनेन यत् उपसर्ग तस्य पूर्वं नास्ति तदा श प्रत्ययस्य विधानं भवति, रूपं भवति दद दाता दध धाता इति. अपवादत्वेन आगच्छति, अपवादत्वेन कदा आगच्छति, तस्य सहायं करोति परिभाषारूप सूत्रं वासरूपो स्त्रियां. वासरूपो स्त्रियां किं वदति, यदि द्वयोः अवसर्ग वा अपवादरूपेण यदि स्वरूप समान अस्ति तद् नित्यं बाधा भवति, यदि असरूप अस्ति तद् विकल्पेन बाधा भवति इति तस्य, यदि स्त्रियां नास्ति इति इत्युक्ते लोपस्य अनन्तरं नकार सकार लोपस्य अनन्तरम् आ एव तिष्ठति तदा एकरूपमेव आगच्छति समानरूप भवति अ एव शिष्यति तत्र विकल्पेन समानरूप नित्यं बाधा भवति. यदि यदि वयं इति यदि स्वीकुर्मः न असरूपम् अस्ति तत्र अनुबन्धत पूर्वमिति असमानरूप भवति अस्ति अग्रे आगच्छति कथं भवति इति. एकनिमिष अत्र अस्त्रियां अस्त्रीय स्त्रीवाचकशब्दः न भवेत् तद् अर्थम् आगच्छति परन्तु तद् अर्थं किं स्त्रीलिङ्गवाचकः इति वदनेन किमर्थम् स्त्रीलिङ्गवाचकः मति इति शब्दः न भवेत् एकवारं वदतु यथा स्त्रीवाचकशब्द नदी मति इति न भवेत् स्त्री स्त्रीलिङ्गवाचकपदं सम्यक् परन्तु नदी तु धातु कथं कृत्प्रत्यय यदि भवति तेषां योगिलगिन् प्रत्यय यदि योजयामः कृति इति भवति कृ योगति कृति भवति साधु कृति इति तदा प्रत्ययोजनेन कृति इति भवति स्त्रीलिङ्गपदं तत् तदनन्तरं ताप् इति योजनेन तद् स्त्रीलिङ्गपदं भवति इति वयं न पठितवन्तः एव एतावता पर्यन्तं प्रक्रिया किम् अस्ति परन्तु के शब्दाः स्त्रीलिङ्गं भवति अस्त्रियाम् इति वदनेन स्त्रीलिङ्गं नास्ति इति तद् अर्थम् आगच्छति परन्तु स्त्रीलिङ्गवाचकशब्दः वाचकः अपि च प्रत्ययः स्त्रीलिङ्गवाचकः न स्त्री प्रत्ययः प्रश्नं अवगच्छतु प्रत्ययः स्त्रीलिङ्गवाचकः अस्ति चेत् एव नित्यं नियमः न भवति अत्र प्रत्ययस्य लिङ्गं न भवति किन्तु केचन प्रत्ययाः सन्ति स्त्रीप्रत्ययाः इति उदाहरणार्थं मी स्वीङ् इति प्रत्ययाः सन्ति खलु नदी इति ईकारं यत् विददाति पापप्रत्ययः तेषां नाम स्त्रीप्रत्ययः इति तर्हि स्त्रीप्रत्ययानां यत्र यदि भवति चेत् तद् सूत्रस्य प्रवर्तितः नास्ति यत्र परन्तु भगिनि भगिनि भगिनि एकनिमिष नी प्रत्ययः अस्ति नदी परन्तु नदी नी प्रत्ययः नदी नास्ति नदी धातु नास्ति भगिनि अत्र तु प्रत्ययः इति धातुतः अपि विधीयन्ते प्रत्ययः प्रातिपदिकात् अपि विधीयन्ते धातुतः स्त्रीप्रत्ययः न भवन्ति किन्तु प्रातिपदिकात् स्त्रीप्रत्ययः भवन्ति तेषां ग्रहणम् अत्र वर्तते एकवारं वदतु भगिनि प्रत्ययः इत्युक्ते धातूनां परे प्रत्ययः भवन्ति तत् अवगच्छति खलु प्रदेशः प्रातिपदिकानाम् अनन्तरमपि प्रत्ययाः विधीयन्ते उदाहरणं सुभक्तानां प्रत्ययः विधीयन्ते तदा एव स्त्री यत्र प्रातिपदिकनिर्माणे अपि प्रत्ययाः भवन्ति प्रातिपदिकनिर्माणं यद्भवति खलु उदाहरणार्थं वदामि प्रातिपदिकनिर्माणे अपि कश्चन प्रत्ययः केचन प्रत्ययाः भवन्ति तर्हि तादृशप्रत्ययेषु केचनः भवन्ति ये येषां विधानेन स्त्रीलिङ्गशब्दाः निष्पद्यन्ते. उदाहरणार्थं नीप् नीश् इति खलु अवगच्छति वा अधुना? नीप् नीश् उदाहरणं दीयते. तत्र प्रातिपदिकनिर्माणं नदी इति प्रातिपदिकनिर्माणे नदति इति नद् धातुः अस्ति. नद् धातोः अनन्तरम् अच् प्रत्ययः विधीयते. तदा तु नद् नद इति भवति प्रत्ययः प्रातिपदिकं. तस्य तु अच इति तु सामान्यतया पुल्लिङ्गे नपुंसकलिङ्गे अच इति प्रत्ययः भवति. तदनन्तरम् अधुना स्त्रीत्वं विधानार्थं किमर्थं नदी इति स्त्रीलिङ्ग इति कारणतः नद् योगः अच् योगः नीप् इति प्रत्ययः विधीयते. नीप् इति प्रत्ययः स्त्रीप्रत्ययः. तद् तत्तु तादृशप्रत्ययः कृत् प्रत्ययः नास्ति. तत् कृत् प्रत्ययः नास्ति. कृदन्तमेव कृत् तत्तु कृदन्ते प्रातिपदिकनिर्माणे भवन्ति. प्रातिपदिकनिर्माणे कृदन्त नद नद् नद तत् कृत् प्रत्ययः. तथा एव नीप् अपि अस्ति. केवलं स्त्रीत्वं विददाति. नीप् अपि अस्तु. उभयोः मेलनेन एव तत्र नदी शब्दः. अस्तु. तत्र पुरतः नद् नद् तु सरति इति नद् नद् नदति इति वदनेन सरति. आं भगिनि भगिनि नुद् धातुतः आगच्छति. नद् भवति नद् धातुः. नद् धातुः नद् धातुः अस्ति. अस्तु. नद् तु सरति इति अर्थः. समीचीनम्. अस्तु अस्तु. तत् सर्वे अर्थमागच्छति चेत् एतत् अर्थमागच्छति. तत् तत्तु बहु बुलेट् ट्रैन् रीत्या शीघ्रं वदामि. क्षम्यतां भगिनि न करोमि. न न अग्रे वर्गे अपि बुलेट् ट्रैन् इट् गोस् लैक् दट् यू काण्ट् अण्डर्स्टाण्ड् सर्वेपि कदाचित् तथा अहं करोमि. क्षम्यतां. मम यू ऐम् नाट् टाकिङ्ग् अबौट् यू. ऐम् नाट् टाकिङ्ग् अबौट् यू स्वरूप महोदय. ऐ मीन् ही थिंक्स् एवरीबडी अण्डर्स्टाण्ड्स् बट् you know you we have to be it has to be explained. Some people don't know everything, right? Yeah, for example, nadati I didn't know. Adav tad tadrsha kleshana aham तदेव चिन्तनवर्गम् अस्ति. बहु सम्यक् अवधानं दद्मः चेत् एव अवगच्छामः. I think you can, we can use two chintanavarga. right am I right or wrong? अस्तु अहं पठामि न. तदनन्तरम् अहं पठामि. अस्तु. प्रज्ञा एतादृशी श्याद्रयाधस्तृसंस्रवती रमस्ता वहली हाश्लश्च स्वशश्च इति सामान्यविधिसूत्रं येन न प्रत्यविधीयते. ददाति दधातियोः विभाषाः अपवादभूतसूत्रं येन श प्रत्ययः विधीयते. एत यथा पूर्वं वयं दृष्टवन्तः सूत्रं द्वयम् अस्ति. एकम् अस्ति दधीर्घसूत्रं. बहवः तत्र उल्लिखिताः सन्ति धातवः. तेषां यत् सामान्यविधिसूत्रम् अस्ति न प्रत्यविध्यते अनेन. द्वितीयम् अस्ति ददाति दधाति योः विभाषः. अनेन उपसर्ग विहाय ददाति ददाति यदि इति दद् धातु वा धा धातु चेत् तेषां विकल्पेन विभाषा अपवादभूतसूत्रं श प्रत्यविधीयते इति न श इति कृत् प्रत्ययाः सन्ति स्तः. दुधान्य दाने इति दीर्घसूत्रेण श्यादयाद् सुस्वृत्तीनवसा वहल्याहश्च ददाति दधात्योः विभाषा इति सूत्राभ्यां युगपद् ण इति औत्सर्गिकविधानं श इति विकल्पेन बाधकविधानं दायोगण दायोगस्य णप्रत्ययस्य पक्षे दाय च प्रत्ययस्य पक्षे दग्ध इति द्वौ शब्दौ निष्पद्येते. इदानीम् अत्र दत्तमस्ति यथा णप्रत्यय विधीयते दायोगण दीर्घसूत्रेण तत्र भवति दाय इति रूपम् आगच्छति. दायोगस्य यदि अस्ति तत्र दद इति रूपम् आगच्छति. एकस्मिन् समये द्वयोः विधानं भवितुं शक्नोति इति अपवादरूपेण यदि वयं बलाबलस्य चिन्तनं कुर्मः तत् अपवादरूपेण कः प्रत्यविधीयते इति बलाबलं चिन्तनं भवेत् इति आगच्छति. प्राचीनानां मतम् अनुसृत्य यया रीत्या आदेश यदा प्रत्ययस्य स्थाने आदिष्ट तथा स्थानिवद्भावेन आदेशस्य प्रत्ययत्वं जायते. तद्वत् अत्रापि प्रत्ययः यदा विहितः तदा विधानानन्तरम् एव प्रत्ययस्य कार्यं कृत्वा प्रत्ययत्वधर्म प्राप्नोति. तदा एव संज्ञा च भवति इत्संज्ञावत्वम् अनुबन्धत्वम्. इदानीं यदि प्रत्ययः आगच्छति पूर्वं प्राचीनानां मात्रं तत् कथम् अस्ति यदि धातोः योगे शब्दस्वरूपं यदि योजितं भवति विहितम् अस्ति तदानीमेव प्रत्ययः वयं वदामः. स्थानिवत् यदि भवति स्थानिवत् भूत्वा तस्य प्रत्ययसंज्ञा आगच्छति. तोण इति यदि दास योग न आगच्छति. इदानीं यदि तत्र प्रत्ययत्वं भवति प्रत्ययत्वं धर्म विधीयते इण इति शब्दस्य रूपे तदानीं कथा कथं द्वितीय रूप शब्दस्वरूपस्य इति विधीयते यदा पूर्वम् एव दायोगे संज्ञावत्वम् अनुबन्धत्वम् आगच्छति इति प्रश्नः अस्ति. अग्रे भगिनी भवती पठतु. भगिनी एकवारं वदतु अनेक एकवारं तत् लास्ट् प्लीस्. यदा प्रत्ययः प्रथमं विधीयते साधु दायोगण इति यदि ण इति शब्दस्वरूपम् अस्ति पूर्वं यदि दा योगेन ण आगच्छति इदानीं स्थानिवत् भवति यदि स्थानिवत् भवति तु ण इति प्रत्ययः भवति तु प्रत्ययत्वम् इति शब्दस्वरूपे प्रत्ययत्वम् आगच्छति. तु दा योगण इति इदानीं दा भवति धातु ण भवति प्रत्ययत्वं यथा वयं पूर्वं दृष्टवन्तः कदा प्रत्यय भवति कदा धातु भवति इति शब्दस्वरूपं यदि तेषां मेलनं भवति. इदानीं यदि प्रत्ययत्वम् आगच्छति तदा श्य प्रत्यय अपवादत्वेन कथा कथम् आगच्छति इति प्रश्नः अस्ति. तत्र संज्ञावत्वम् आगच्छति प्रत्ययः यदि भवति तस्य स्वरूप संज्ञावत्वं प्रत्ययत्वम् आगच्छति तत् न भवति प्रत्यय इति यदि प्रत्ययः भवति तदा तद् अनुबन्धत्वं भवति न इति यत् लशकु चिटुसूत्रेण इति तस्य णकारस्य लोपः भवति अनुबन्धत्वं यदा संज्ञावत्वं भवति तदा एव अनुबन्धत्वं भवति तु इति संज्ञा इति भवत् सूत्रम् एतत् वाक्यं अर्थम् अस्ति. अस्तु परन्तु तद् दीर्घसूत्रस्य विषयं न पठामः इति उक्तं न इम्पार्टेण्ट् इट्स् नाट् इम्पार्टेण्ट् हि सेड् because I can't understand I kept reading that so I just could not concentrate on this one that's why you don't have to read that's okay mm-hmm. I'm sorry you don't just अस्माकम् अभ्यासः भवति कथम् उच्चारणीयम् इति न बट् हि सेड् दट्स् नाट् इम्पार्टेण्ट् बिकास् इट्स् नाट् गिवन् इट्स् नाट् वन् आफ़् द सूत्र दट् वास् इट्स् गिवन् इन् दिन् द करपत्र नो इट्स् नाट् गिवन् दे रैट् करपत्र इट् इस् नाट् इन् द करपत्र He wrote the name last week. He did not write this week. He wrote the sutra. We know the sutra. Shyadhyada sru. No, nama datam asti na adya. Gata saptahe sa nama api likhitavan. Adya likhitam asti. Pratyaya sa nama. Oh, sutra sa nama. Kim asti ka sutra asti. कुत्र अस्ति तं न सूत्रमस्ति न हा सूत्रमस्ति परन्तु तस्य विवरणं न कृतं तदेव विवरणं न दत्तं वयं जानीमः आकारान्तधातव इति औत्सर्गकसूत्रम् अस्ति तस्य इति सूत्रेण न विधानमस्ति तस्य दत्तम् अस्ति न सामान्यविधिसूत्रम् अस्ति तस्य अर्थम् एव अस्ति इति अस्ति ऋणप्रत्ययविधानम् अनेन सूत्रेण आकारान्त पूर्वं दत्तम् अस्ति आकारान्तधातुं प्रति ऋणप्रत्यय विधीयते अनेन सूत्रेण तत् वयं यदि जानीमः इति पर्याप्तम् द्रष्टुं I went back and I couldn't see that sutra. It is not here. It's not in the Karapatra. I am Patitavanta. Idani meva. Purvam Parichede. Samanya. Idani Patitavati. Samanya Vidhi Sutra Masti. Iti Sutra Masti. Samanya Vidhi Sutra. Satya Mane Kalshit Sarvasya. एतत् विवरणम् इति अस्ति न भगिनी वादं करोति कोऽपि आवश्यकता नास्ति इदानीं तदेव आवश्यकता नास्ति इति उक्तं न तदेव मया उक्तं हा तत् पठनं न आवश्यकम् इति उक्तं न तद् विवरणं पूर्णतया विवरणं अग्रे गच्छामः ददाति दधात्योर्विभाषा इत्यस्य व्याख्यायां दत्तं यत् न प्रत्यभादक शप्रत्ययः इति न प्रत्यभादक शप्रत्ययः इति वक्तव्यं चेत् दीक्षितानां मते आदौ चित्विदानं तदा तिपः स्थाने नळ् इतिवत् अत्रापि आदौ अयं प्रत्ययः इति कर्तव्यम् अयं प्रत्ययः इति कर्तव्यं तदानीमेव तस्य प्रत्ययत्वं नाम प्रथमतया विधानं तदा प्रत्ययत्वं न इति तदा एव प्रत्ययः एकवारं यदा न विहितः तदा सः न पुनः न निवर्तते तर्हि न प्रत्ययविभादकशप्रत्ययः इति कथं न इति विहितः चेत् अग्रे प्रक्रियायां गन्तव्यम् अस्ति तदा श इति अयम् अपवादः इति वक्तुं न शक्यते न प्रत्ययबाधकशप्रत्ययः इति वक्तव्यं चेत् प्रत्ययत्वम् अपेक्षितं प्रत्ययत्वम् अपेक्षितं चेत् प्राचीनैः उच्यते यत् धातोः विधातव्यः तदा एव प्रत्ययः एकवारं प्रत्ययः विहितः तदा निष्पन्नस्य निवृत्तिः न भवति अतः श इत्यस्य अवसरः एव न भवति तर्हि अयं श बाधकः इति कथं वक्तुं शक्यते बुद्ध्या विचिन्त्य भाविप्रत्ययम् इति आदाय एव प्रत्ययत्वधर्मः यः अग्रे आगमिष्यति तं धर्मम् इदानीमेव आश्रित्य इत् संज्ञा कल्पयित्वा द्वयोः न श इत्यनयोः विधानात् प्रागेव अ इति रूपं भवति. अनेन एव प्रक्रियया विकल्पेन बाधकत्वं जायते. अतः समस्यायाः निवारणार्थं भाविप्रत्ययत्वम् अपेक्षितं विधानात् प्राक्. अस्तु, तर्हि धादि ददाति धादात्योर्विभाषा इति सूत्रे व्याख्याने उक्तमस्ति न प्रत्ययबाधकश प्रत्ययः इति उक्तमस्ति. तर्हि अधुना प्रश्नः उदेति, न इति अस्य प्रत्ययसंज्ञा कदा भवति? यदा धातोः अनन्तरं विधीयते तदा एव न इत्यस्य प्रत्ययसंज्ञा भवति. किन्तु न इति प्रत्ययः एकवारं विदधाति चेत्, विधानं भवति चेत्, दायोगः न इति भवति चेत् तस्य तस्य निवृत्तिः रिटैर्मेण्ट् कदा न भवितुम् अर्हति खलु. प्रत्ययानां रिटैर्मेण्ट् न भवति. तत्र यदा विहितः भवति चेत् तत्र तु अग्रे प्रक्रिया भवति एव. अ इति भवति, अनन्तरं दायोगः अ भूत्वा इति तत्र प्रक्रिया सङ्गच्छति. तर्हि वयं न वक्तुं शक्नुमः यदि प्रत्ययस्य विदधानं भवति चेत् एव प्रत्ययः भवति. किन्तु न प्रत्ययस्य विदधानं भवति चेत् कदा कथं वा श प्रत्ययः न प्रत्ययस्य स्थाने तत्र आगन्तुं शक्नोति? प्रथमं तु न इत्यस्य निवृत्तिं भूत्वा एव, आदर्शनं भूत्वा एव श इति आगन्तुं शक्नोति. तत्तु न भवति. तर्हि कथम् इति प्रश्नः उदेति मनसि. तर्हि अस्य तु तर्हि तस्य तस्मिन् वदन्ति, तस्य उत्तरम् अस्ति. तर्हि यदि वयं बुद्ध्या चिन्तयामः तर्हि भाविप्रत्ययत्वम् आधाय उक्तम् अस्ति वाक्यम् इति. न इति प्रत्ययः भाविरूपेण प्रत्ययरूपेण धातोः अनन्तरं भविष्यति, सः भवति. न इति आयाति, यदा सः आयाति तदा तु प्रत्ययसंज्ञा भवति इति कृत्वा अधुना एव वयं न इति प्रत्यय इति स्वीकुर्मः. तदा तु न इत्यस्यपि आ इति अस्ति. श इति बाधकत्वं श प्रत्ययः भवति इति कृत्वा श अपि धातोः एव परे आगच्छति, भविष्यत्काले भविष्यति आगच्छति इति कृत्वा तस्यापि प्रत्ययत्वम् इति संज्ञा वयं स्वीकृत्य, प्रत्ययत्वम् इति स्वीकृत्य तदा तु श प्रत्ययः भवति. तस्यापि विधानम् अ इति भवति इति कृत्वा नित्यबाधकत्वं भवति खलु. वयं पूर्वमेव दृष्टवन्तः उभय समानरूपकः अस्ति इति कृत्वा नित्यं किमस्ति बाधते इति. तर्हि श प्रत्ययस्य अन्ततो गत्वा श प्रत्ययस्य विधानं भवति. तर्हि समस्यायाः निवारणार्थं भाविप्रत्ययम् अपेक्षितं, विधानात् प्राक् एव अपेक्षितं, विधानात् पूर्वमेव अपेक्षितं. तदा एव न इति स्थाने श इति आनयितुं शक्नुमः. नो चेत् न इति एकवारम् आगच्छति चेत् तस्य निवृत्तिः तु न भवति. तर्हि विधानात् प्राक् एव चिन्तनीयं, तर्हि भाविप्रत्ययत्वं भवति इति स्वीकृत्य अस्माभिः चिन्तनीयं भवति इति उक्तम्. तत्तु भगिनि, तत्तु वयं दायकः इति वदनम् अस्ति चेत् शाप्रत्ययः आगच्छति. दायकः इति वयं विवक्षा अस्ति, तत्कारणेन एव शाप आगच्छति. ददः इति वदामः चेत् न प्रत्ययः भवति. एतत् वा किं भगिनि पुनः वदतु? ददः इति विवक्षा अस्ति, ददः तत्तु अत्र कृत्प्रत्ययः अस्ति. तत्तु कृत्प्रत्ययः दा इति प्रथमं धातुः अस्ति, तस्य स्थाने प्रत्ययः किम् अस्ति न इति आगच्छेत्, किन्तु तद् प्रबाद्य श इति भवति. तर्हि अधुना न इत्यस्य विदधानं न भवत् खलु. तर्हि प्रत्यय इति कथं वक्तुं शक्यते इति प्रश्नः आसीत्. तद् शा प्रत्ययम् इति वदन् कथं वदामः इति न तद् तदेव एतद् इदानीं उक्तम्. आम्, श प्रत्यय तत्र वाक्यमस्ति खलु, न प्रत्ययबाधकश प्रत्ययः इति वाक्यमस्ति खलु व्याख्याने. तारकप्रत्ययः तत्कारणात् एव श्राव आगच्छति. परन्तु वयं विवक्षा पूर्वे विधानत्वात् एव एतत् चिन्तनम् अस्ति न प्रत्ययम् उपयुक्त वा या शा न इति भविष्यति प्रत्ययसंज्ञा तस्य भवति इति कृत्वा वयम् अधुना एव भाविप्रत्ययः इति स्वीकृत्य वयं तस्य विधानं कुर्मः. दिशाप्रत्ययविधानं कर्तुं शक्नुमः. एतद् वा अग्रे तावद् अस्ति खलु पुष्पा भगिनी सरला भगिनी साधु खलु भवती सम्यक् उक्तवती. अत्र तिप् प्रत्ययः अस्ति इति किन्तु कृत् प्रत्ययः अपि समान क्रियावाचकपद प्रत्ययः अस्ति अतः तस्य एव अर्थमस्ति. अत्र प्रकृतौ अदेव भगिनि. आं भगिनि इदानीं किम् आगच्छति विभाषा ददाति ददातियोः विभाषा विभाषा अस्ति किन्तु वा स्वरूप वा अपि दत्तमस्ति कथं विभाषा पुनः आगच्छति द्वयोः किम् अर्थं जातं तस्य विवरणमस्ति अग्रे का आवश्यकता अस्ति विभाषा वा अस्वरूपः अस्त्रियाम् अस्तु अत्र प्राकृतौ न प्रत्यये नकारस्य इत्संज्ञा शा प्रत्यये शकारस्य इत्संज्ञा वासरूपो स्त्रियाम् इत्यनेन प्रत्ययस्य असारूप्यम् अस्ति चेत् विकल्पेन बाधकत्वं सारूप्यम् अस्ति चेत् नित्यबाधकत्वम् असारूपेण रूपेण वैकल्पिकबाधकत्वं वाच्यार्थः सारूप्येण नित्यबाधकत्वं फलितार्थः. अधुना प्रश्नः अस्ति चेत् अनुबन्धे निर्णयः करणीयः वा अनुबन्धरहिततया निर्णयः करणीयः वा यथा नून् तृच् इति प्रत्ययौ नुन् इति प्रत्ययः तृच् इति प्रत्ययेन असुरूपः अनुबन्धविनापि असुरूपः न प्रत्ययः स प्रत्ययः इति चेत् अनुबन्धं विना उभयत्र आ इत्येव अवशिष्यति इति कृत्वा स्वरूपः स्वरूप अपवादः नित्यं बाध्यते. अनुबन्धवर्णेन सह पश्यामः चेत् न प्रत्ययस्य आनुपूर्वी अन्या अस्ति सा प्रत्ययस्य आनुपूर्वी अन्या अस्ति तस्मात् असुरूपः असुरूपात् विकल्पेन बाधते. प्रयत्नं करोमि इति अत्र अधुना सूत्रेण तस्य दाधातुतः ददाति ददात्योर् विभाषा इति सूत्रं चर्च कुर्मः. तत्र न प्रत्ययः नकारत्वम् इत्थं न भवति सकार विकल्पेन आगच्छति चेत् प्रत्यय सकार इत्थं न ततः वास्वरूपो स्त्रियाम् इति सूत्रेण प्रत्ययस्य सारूप्यम् अस्ति चेत् रूपं भिन्नं भिन्नम् अस्ति चेत् विकल्पेन बाधकत्वं रूपं सामान्यमेव अस्ति चेत् यस्य बाधकत्वं भवति तदेव अत्र कथम् अद्य प्रश्न उदेति यत् अनुबन्धेन सह निर्णयः करणीयः वा अनुबन्धरहिततया निर्णयः करणीयः वा इति अन्य अत्र प्रश्नः अस्ति. किञ्चित् उदाहरणमस्ति यथा नूल् तृच् इति प्रत्ययोः नूल् इति प्रत्ययः तृच् इति प्रत्ययः रूपं भिन्नं भिन्नम् अस्ति अनुबन्धः विनापि असुरूपः परन्तु न प्रत्ययस्य सा प्रत्ययः अनुबन्धं विना अपि अनुबन्धन उभयत्र आ इति अवशिष्यति इति कृत्वा स्वरूपः इति वदामः. स्वरूपम् अस्ति समानरूपम् अस्ति चेत् अपवादः नित्यं भवति. परन्तु अनुबन्धवर्णेन सह पश्यामः चेत् न प्रत्ययस्य अनुपूर्वी अन्यः अस्ति. किमर्थं भगिनि अनुपूर्वी विस्मरामि? क्रमेण यदाति शकार अकारस्य भवति नकार अकार इति अनुपूर्वी अस्ति. ओ ओके ओके. न प्रत्ययात् न क्रमेण वर्णानां अवगतम्. न नकार नकार शकार अकार अत्रापि सामान्य अत्र नकार अस्ति अत्र शकार अस्ति अत्र स्वरूपमेव अस्ति. स्वरूपात् विकल्पेन बाध्यते. सामान्यतया वयं इत्सैन कृत्वा किं वर्णः अवशिष्यते इति दृष्ट्वा रूपं समारो स्वरूपमस्ति वा सा स्वरूपं सरूपम् अस्ति वा इति निर्णयं कृत्वा रूपमस्ति सारूप्यमस्ति चेत् नित्यबाधकत्वम् असारूप्यम् अस्ति चेत् विकल्पेन बाधकत्वं भवति. अनुपूर्वी एकवारं वदतु अनुपूर्वी न नकार योगः न भवति. हा तद् च अति शकार अकार तत् एव अनुपूर्वी. पृच्छ तकार ऋकार चकार. वाट् वाज़् द लास्ट् वन्? क्रमेण वर्णानां सङ्ग्रहः इति अनुपूर्वी. यथा पुष्प पकार ओकार शकार पकार आकार इति भवति पुष्प इति क्रमेण. तत्तु न प्रत्ययः नकारः अकारः अस्ति इति. अत्र नकार भव्या भगिनि वदतु. भगिनि भव्या भगिनि मम एकः प्रश्नः अस्ति. अनुबन्धं विना उभयत्र अनुबन्धेन सह इति कथं भवति? अनुबन्धं विना मीन्स् अनुबन्ध भूत्वा तदनन्तरं साधु अनुबन्ध अनुबन्धसंज्ञकवर्णाः सन्ति खलु तेषां विना अनुबन्धसंज्ञकवर्णसहितं रूपम् इति. अहं अनुबन्धं विना मीन्स् अनुबन्धं न अस्ति न भूत्वा तद् तदानीम् भवति अनुबन्धम् अनुबन्धरहितरूपं भवति अ इति. अनुबन्धसंज्ञावर्णः यस्मिन् नास्ति इति श इति अनुबन्धसंज्ञा वर्तते. अनुबन्धं विना इत्युक्ते केवलं श इति त्यक्त्वा अ इति एव अवशिष्यति. किन्तु अनुबन्धवर्णेन सह पश्यामः इति भिन्न अनुपूर्वी अश इति भिन्न अनुपूर्वी. अस्तु असरूपः इति वदनेन असरूपः इत्युक्ते समानरूपः नास्ति इति. श इति अनुपूर्वी क्रमः भिन्नं खलु वर्णानां क्रमः भिन्नं डिफ्रेण्ट् भिन्नः सन्ति इति कृत्वा असमानरूपः अस्ति खलु. भगिनि कियत्पर्यन्तं पठितवन्तः वर्गे? अग्रिमपरिच्छेदपर्यन्तं मणिमहोदय. चर्चा बहु अस्ति तथैव. वस्तुतः न प्रत्ययविधान अनन्तरमेव प्रत्ययत्वं ततः परमेव तस्य इत्सम्यः लोपः तदानीम् अकारः अवशिष्यते नाम आ इति प्रत्ययः उच्यते उत्पद्यते प्रत्ययः कदा भवति धातोः विहितश्चेत् प्रत्ययसमिका लभ्यते तदादि दादाद्योद्विभाषा विधिसूत्रं वासरूपश्रियां परिभाषासूत्रं विधानात् प्राक् एव निर्णेतव्यः भवति यत् न सरूपयो सरूपो वा असरूपो वा धातोः विधानात् पूर्वं न इत्यस्य अनुपूर्वी अन्या स इत्यस्य अनुपूर्वी अन्या यतोहि तावता तयोः नकारसकारयोर्लोपः न जातः अतः असरूपम् एव इदं स शब्दस्वरूपं तदा चेत् वासरूप अश्रियाम् इत्यनेन असरूपः अपवादप्रत्ययः उत्सर्गं विकल्पेन एव बाधते अतः विकल्पः सिद्धः एवञ्च विकल्पे सिद्धे तदादिधातोर्भाषा इत्यनेन विभाषा इति सूत्रं न सम्यक् सङ्गच्छते एवम् आदेशानां च शब्दस्वरूपाणां च विधानं कृत्वा प्रत्ययत्वं यदि आनीयते तर्हि न प्रत्ययस्य विकल्पेन बाधकः स प्रत्ययः इति निरूपयितुमेव न शक्यते न प्रत्ययविधानस्य अनन्तरमेव प्रत्ययत्वं भवति इति पूर्वमेव भवान् उक्तं प्रत्ययस्य धातुपरे प्रत्ययत्वं भवति चेत् अत्र एव धातु प्रत्ययस्य कार्यं किं कार्यं करोति इति अर्थबोधयार्थमपि प्रत्ययं भवति इति स्थानिवत् भावेन अनन्तरं इत्सम्यका प्रत्ययः भवति स्वानिवद्भावेन प्रत्ययं भवति चेत् अत्र लोपः भवति अनन्तरं किम् अवशिष्यते चेत् अकार एव प्रत्ययः कदा भवति चेत् प्रत्ययत्वसमिका लभ्यते तदा एव तदादिधातुर्भाषा इति विविधसूत्रं परन्तु वासरूपश्रियां परिभाषासूत्रं विधानात् प्राक् एव निर्देव्यः भवति यत् न स स्वरूपः अवासरूपः भवान् किञ्चित् पूर्वं उक्तं विधानात् पूर्वमेव न प्रत्ययस्य स्थाने अस्वरूपः स प्रत्ययः भवति न भवति इति कथं किं भवितुम् अर्हति न शक्यते परन्तु विधानात् न प्रत्ययस्य विधानात् पूर्वम् एव भवति इति तदा तदेव अत्रापि न प्रत्ययं विधानात् पूर्वं सप्रत्ययः अस्वरूपः इत्युक्ते समानरूपं नास्ति धातोः विधानात् पूर्वं न इत्यस्य अनुपूर्वी अन्या स इत्यस्य अनुपूर्वी अन्या न प्रत्ययपूर्वत्वं तदेव सप्रत्ययस्य पूर्वोक्तिमेव अनुपूर्वी अस्ति द्वयोः अपि अतः नकारः लोपः वा लोपः भवितुं न अर्हति इति तदेव महोदय अतः अस्वरूपम् इदं स अस्वरूपम् इदं स सप्तरूपं प्रत्ययं न भवति सप्तरूपमेव न स इति तथा चेत् वासरूपस्यां अस्वरूप अभावप्रत्ययः विकल्पेन बाधते शब्दस्वरूपं यदा शब्दस्वरूपं भवति प्रत्ययः न भवति अत्र तदेव लोपः अपि न भवति इति एष अस्ति न इति न इत्येव अस्ति तदपि साम्यं नास्ति खलु उभयोः वर्णयोस्तु साम्यं नास्ति तत्र शब्दरूपस्य कृत्वा असरूपः भवति यदा असरूपः भवति तदा किं भवति अनेन सूत्रेण वासरूपो स्त्रियाम् इति सूत्रेण विकल्पेन एव बाधितं भवति, नित्यं बाधकं नास्ति खलु। तर्हि भिन्न तत्तु दोषाय भवति, तत्तु अस्माकम् अपेक्षा नास्ति। नित्यबाधकत्वम् अपेक्षितं, तर्हि नित्यबाधकत्वम् अपेक्षितं चेत् किं करणीयं, किं चिन्तनीयम्? अत्र नित्यबाधकत्वाय किम् अस्ति? अधुना यद्यपि श इति शब्दरूपमे एव अस्ति, तथापि भाविप्रत्ययः भवति स्वीकृत्य ज्ञायतेपि भावि च इति एतावत्पर्यन्तं तस्य विधानमपि न कृतम्। किन्तु यदि विधानं भवति चेत् तत् श इति प्रत्ययः भवति, तदनन्तरम् इत्संज्ञालोपः भवति, तदनन्तरम् अ इति भवति, तदा तु न इत्यस्यपि आ भवति, श इत्यस्यपि आ भवति इति भाविरूपं स्वीकृत्य यत् एतावत्पर्यन्तं न सञ्जातं तादृशभाविरूपं विचिन्त्य वयम् अधुना उभयोः अपि अ इति अवशिष्यते इति कृत्वा स्वरूपम् असरूपम् अस्ति इति स्वीकृत्य वयं तु अनेन सूत्रेण वासरूपो अस्त्रियाम् इति सूत्रेण यदा स्वरूपं स्वरूपं वर्तते तदा तु नित्यं बाधते इति स्वीकृत्य न इत्यस्य नित्यबाधकः भवति च इति प्रत्ययः। साध्वा महोदय, वासरूपस्त्रियाम् इति असरूपकम्, हा यदि असरूपम् अस्ति अस्ति चेत् विभाषः भवति खलु, वा इति अस्ति असरूपं, भिन्नरूपम् अस्ति चेत् वा इत्यनेन विकल्पेन भवति, किन्तु स्वरूपम् अस्ति चेत् नित्यं भवति खलु। तथा अधुना तु वयम् एतत् भाविरूपं स्वीकृत्य भाविप्रत्ययं स्वीकृत्य पश्यामः, ष इत्यस्यपि न इत्यस्यपि, तदा तु श इत्यस्यपि न इत्यस्यपि अ इति अवशिष्यते, श इत्यस्यपि अनुबन्धानन्तरं अनुबन्धरहितं तु अ इति अवशिष्यते, तदा तु भाविरूपम् उभयोः अ अ इत्येव भवति यदि प्रत्ययविधानं भवति चेत् इति स्वीकृत्य अधुना स्वरूपे स्तः इति स्वीकृत्य उभयोः स्वरूपः अस्ति इति कृत्वा वयं नित्यबाधकत्वं। अस्तु, धन्यवादः महोदय। परन्तु तदा इत्युक्ते तदाति ततो योगवासः इति सूत्रम् अत्र न आगच्छति, सम्यक् नास्ति। न वासरूपस्त्रियां यदि कार्यं करोति चेत् तदाति दत्तविभाषासूत्रम् अत्र किमपि कार्यं करोति किल, तदेव अत्र दत्तं। किं वदति ददाति दत्तविभाषा इत्यस्मिन् किं वदन्ति? विभाषा, आम् आं, विभाषा इत्यपि विभाषा इत्यनेन विकल्पेन, आं तर्हि वैकल्पिकः न भवति, तर्हि वैकल्प्यं तत्र किं दत्तमस्ति, नित्यं भवति इति कृत्वा नित्ये बाधके प्राप्ते ददाति ददात्योः विभाषा इत्यनेन विभाषाग्रहणं चारितार्थम् इति चारितार्थम् इत्युक्ते किम्? अहं न अवगतवती, वदामि। चारितार्थम् इत्युक्ते प्राप्तप्रयोजनम् इति उक्तमस्ति, सक्सेस्फुल् इति उक्तमस्ति। कथं वा नित्यबाधकत्वम् इति वयम् अधुना गतवन्तः, किन्तु अत्र तु आप्षनलि इति विभाषा इति दत्तमस्ति। Oh, so that way, you know, that way, if it had not been Vibhasha, if the Sutra did not say Vibhasha, then we would have done a Nitya Badakatva. We would have completely replaced Na. We would not have gotten optional Rupam, right? We would not be getting two Rupams. So that is why in Sutra it says Vibhasha. Avgatam. Avgatam va? The Sutra says Vibhasha because yadyapi na sha iti bhinna rupam stah, tathapi the Sutram says Vibhasha because when anubandha rahita rupam eda pashyamaha ubhayoho api samana rupam bhavati, swarupam bhavati, nitya badakatvam bhavati khalu. Kena paribhasha sutrena, vasa rupam sutrena iti paribhasha sutrena. नित्यबाधकत्वं भवति, तदा किं भवति? एकमेव रूपं प्राप्नुमः नित्यं बाधयति चेत् विकिनाट् गिट् वैकल्पिकम् अन्यत् न भवति, सूत्रस्य विभाषा। इत्यनेन विभाषाग्रहणं चारितार्थं विभाषा हेस् बीन् पुट् इन् द सूत्र फार् दि अकम्प्लिश्मेण्ट् आफ् दट् इफेक्ट् आफ् दट् इति. अकम्प्लिश्मेण्ट् आफ् गेटिङ्ग् टु रूपं विभाषा हस् बिन् एडेड् टु द सूत्र अदर्वैस् पाणिनि कुड् हव् जस्ट् सेड् ददाति ददात्योः दट् कुड् हव् बिन् इनफ् विभाषा वास् नाट् नेसेसरि द वर्ड् विभाषा हेस् बिन् कोटेड् बिकास् पाणिनि वाण्ट्स् टु रूपम् but because both the rupams are going to just say a the both pratyayas anubandha rahita rupam just as a in it they are both similar so they become nitya badakatvam and then we will only get one rupa if panini had not said vibhasha because panini niyamena vibhasha iti uktavan iti krutva paribhasha sutrasya atra we cannot apply that paribhasha sutra we'll get two rupams परन्तु भगिनि पूरयतु प्रथमं भवती फिनिश् वट् ऐ वास् सेयिङ्ग् तद् अकार अनुबन्धेन अनुबन्धत्वेन अकार एव तिष्ठति तत् कारणात् स्वरूपः अस्ति इति नित्यं बाधकत्वं भवति स्म इट् वुड् हव् बीन् नित्यबाधकत्वं विभाषा इति ददाति ददात्योः विभाषा सूत्रम् इट् आक्चुलि अत्र तु प्रतिपदोक्तत्वं भवति खलु अस्मिन् सूत्रे नित्यनिश्चयेन वैकल्पिकेन एव भवति इति विभाषा सूचयति नित्यबाधकत्वं नास्ति इति वदति अपि यदि भवती अस्मिन् प्रथमं दत्तवती शब्दस्वरूपेण अनुबन्धत्वं संज्ञावत्वम् इति प्रत्यक्षं भावित्यं भवति सा तु प्रत्ययस्य योजनेन पूर्वं इति वयं अनुमानं भवित्यम् इति भवित्यं कृत्वा भवति साधु न तु यथा प्रत्ययत्वम् आगच्छति तदनन्तरम् अनुबन्धं भवेत् तत्र पश्य प्रत्ययस्य अस्ति कापि इत्युक्तेज्ञावत्वम् अनुबन्धत्वं खलु इत्संज्ञावत्वं भवति चेत् काव्यमिति दानार्थे दानार्थे दायकः डिफरेण्ट् प्रत्ययः वन् ददः फ्रम् न प्रत्ययः अण्ड् दायः फ्रम् दि श प्रत्ययः वि हेव् टु रिप्रेस् तत एव ददः फ्रम् न प्रत्ययः धायः फ्रम् दि च प्रत्ययः सो वि गेट् टु रूपम् इवन् फर् द धादातु किन्तु यत् अन्तिमवाक्यम् अस्ति तत्र इति वदति यदि प्रत्ययत्वं विधीयते तत्र च प्रत्ययस्य विधानं न भवितुं शक्नोति कारण कि प्रथमप्रत्ययस्य निर्वृत्तिः न भवति साधु इति अस्ति अर्थार्थं अन्तिमवाक्यस्य So we are just looking at Bhavi Rupam for both. Yadyapi Nivrutihi na jata, it hasn't yet become. It is like saying, you know, the child is not born and, you know, nothing has happened even before that parents start saving, right? For the kids' education, like that. Now, it hasn't, the Na Pratyaya itself has not been, has not taken its own place as a Pratyaya. It cannot have a sanyas pratyaya. Like this, she is supposed to replace na as a pratyaya. That cannot happen if that had happened. Na had taken its place as pratyaya, she would not have been able to fully replace it. So that cannot happen because na cannot be replaced as a pratyaya. So even she cannot be called as a pratyaya because she is vidhana api na jatam. So how can we even say na and she are sarupam, right? They are not sarupam, they are asarupam eva bhavati. Tada tu, their paribhasha, we will not be able to achieve any of the prakriyas, other prakriyas जनरली अस्ति अस्तु धन्यवादः.